नमस्सर्वेभ्यः. अस्माकं पाणिनीयवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति अष्टाध्याय्यां प्रत्ययः प्रक्रिया च समग्रदृष्टिः इति विषयः अनुवर्तते. तत्र अभ्यासः प्रवर्तमानः अस्ति. अस्माकं पुरतः अभ्यासः कः इति चेत्, अत्र नवधातवः सन्ति. तेषां प्रथमम् आदौ तत्र लट् लकारस्य प्रथमपुरुषे एकवचनान्तरूपं साधनीयं. तत्तु अभवत्. इदानीं तत्र द्वितीयमस्ति त्वप्रत्ययान्तरूपं. तत्र त्वप्रत्ययान्तरूपम् इत्यस्मिन् विषये तदपि समाप्तमिति मन्ये. त्वप्रत्ययान्तरूपं समाप्तं खलु? समाप्तं भगिनि. हा, समाप्तम्. इदानीं तत्र निच् प्रत्ययं प्रति गच्छामः. तर्हि इदानीं तत्र त्वाप्रत्ययस्य विषये प्रश्नः आसीत् इति मन्ये. तत्र प्रश्नः कः इति चेत्, तत्र लिक् धातोः विषये रूपद्वयं कथं साधनीयम् इति प्रश्नः आसीत्. अपि च बुद्ध धातोः विषये तत्र बुधित्वा इति रूपमस्ति, बोधित्वा इत्यपि रूपमस्ति. तर्हि रूपद्वयं कथम् इति अपि प्रश्नः आसीत्. तत्र एकं PDF मया प्रेषितमासीत् ई पत्रद्वारा. मम ईमेल् अनौन्स्मेण्ट् मध्ये एव आसीत् PDF. सर्वेषां पार्श्वे अस्ति वा PDF? तत्र अन्तिमं सूत्रमस्ति, रलो व्यपदात् दलादेः संश्च इति सूत्रं. तेन सूत्रेण यदि धातुः रलन्तः अस्ति, रल् प्रत्याहारस्य वर्णः अस्ति धातुः, तादृशरलन्तधातोः उपधायां उकार उपधा अथवा इकार उपधा अस्ति चेत् तदानीं त्वाप्रत्ययः कित् भवति. त्वाप्रत्ययः सेट् अस्ति, कित् भवति इत्युक्ते विकल्पेन कित् भवति. तर्हि एकस्मिन् पक्षे कित् भवति, अन्यस्मिन् पक्षे कित् न भवति इत्युक्ते प्रश्नः भवितुमर्हति. त्वाप्रत्ययः तु कित् एव अस्ति खलु, तर्हि तत्र सूत्रस्य किं प्रयोजनम् इति चेत्, कित् एव अस्ति त्वाप्रत्ययः, परन्तु विकल्पेन कित् भवति इत्युक्ते एकस्मिन् पक्षे कित् भवति, अन्यस्मिन् पक्षे कित् न भवति. यस्मिन् पक्षे कित् न भवति तस्मिन् पक्षे किं भवति? उमा भगिनी वदतु, लिक् धातुं स्वीकृत्य. उमा भगिनि, ओके, सारी, ऐ मूव् द म्यूट्. ओके, सी, लिक् पुनरपि प्रश्नं भवति वा? लिक् धातोः, लिक् धातोः त्वाप्रत्ययः करणीयः. हि लिक् धातोः त्वाप्रत्ययः क्रियते चेत् तत्र किं भवति? लिक् त्वाप्रत्यय चित् अस्ति, तस्मात् गुणः न सम्भवति. लिक् योगः त्वाप्रत्ययं योजनीय समये इदागमः आगच्छति, सो लिखित्वा इति आगच्छति. हा, लिखित्वा इति आगच्छति, यतोहि त्वाप्रत्ययः कित् इति उक्तमस्ति. परन्तु इदानीं तत्र सूत्रे रलो सूत्रं पठतु एकवारं. रलो रलो व्युपधा वलादेः संश्च उकार उपधात् हलादिः अपि भवेत् धातुः, तत् विस्मृतं. हलादिधातुः, हलादिधातुः भगिनी कुत्र अस्ति तत् सूत्रं? मम ई पत्रे एकत्र एव अस्ति. प्रक्रियायाम् आवश्यकानि सूत्राणि एकमेव अस्ति. तत्रैव अन्तिमं सूत्रं नेद्वशीकृति अन्तिमसूत्रं न, तत्तु गतवर्गस्य पत्रमस्ति. अस्मिन् सप्ताहे अपि पुनः प्रेषितं, तत्र पश्यतु. पठतु भगिनि. अच्छा, उकार उपधात् इकार उपधात् च धातोः रलन्तात् हलादेः परः संश्च त्वा च सेटौ वा हितौ भवतः. इवर्णो वर्णोपधात् हलादेः रलन्तात् परौ स्वासनौ सेटौ वा चितौ स्तः लिखित्वा लेखित्वा बुधित्वा बोधित्वा. ऐ डिन् अण्डर्स्टाण्ड् प्रापर्ली न मम अवगतं नास्ति. इत्युक्ते अत्र किम् इत्युक्ते हलादिधातुः तादृशधातुः यस्य आदौ हल्वर्णः अस्ति अपि च रलन्तधातुः रल् अन्ते रल् प्रत्याहारस्य वर्णः अन्ते रल् प्रत्याहारे के के वर्णाः ऊष्मणः हल् पर्यन्तम् हल् पर्यन्तम् इत्युक्ते हयवर विहाय हयवर विहाय अन्यानि सर्वाणि व्यञ्जनानि ह आगच्छति खलु भगिनि आगच्छति हल् इत्युक्ते ह आगच्छति इत्युक्ते यव विहाय सत्यं यव विहाय अन्यानि सर्वाणि व्यञ्जनानि ह इति आगच्छति सत्यं हा इत्युक्ते तादृश इत्युक्ते प्रायेण हलादि हलन्त इति वक्तुं शक्नुमः यतोहि यव इति तादृश धातवः विरलतया एव लभ्यते अतः साधारणतया हलादि हलन्त इति चिन्तयामः चेत् हलादि हलन्त इति तादृशं चिन्तयामः चेत् अपि च उपधायाम् इकारः अथवा उकारः अस्ति चेत् तप् त्वाप्रत्ययः सेट् अस्ति कित् विकल्पेन भवति. तर्हि इदानीम् अस्माकं पुरतः लिक् इति धातुः अस्ति अस्य सूत्रस्य प्रसक्तिः अस्ति वा अस्ति कथं प्रतिपादयतु लिखित्वा लिख् धातु रलादेः अन्ते आगच्छति न लिक् धातु पुनः वदतु लिक् धातुः रलादेः अन्तः आगच्छति न रलादिप्रत्याहारस्य वर्णः अस्ति कः वर्णः अस्ति हयवर् हल् न अत्र लिक् धातौ रलन्तधातुः रलन्तधातुः अत्र कः वर्णः लिक् धातौ रल् प्रत्याहारस्य कः वर्णः अस्ति खकार रलन्त इत्युक्ते रल् अन्ते भवेत् रल् हा रल् प्रत्याहारस्य वर्णः अन्ते भवेत् लिक् धातौ कः वर्णः तादृशवर्णः लिक् धातोः अन्ते कः वर्णः अस्ति लिक् धातोः अन्ते लकारः इकारः अन्ते अन्ते मीन्स् एण्ड् वाट् इस् द लेटर् इन् द एण्ड् सारि सारि सारि लिक् धातु ख अस्ति दट् इस् हल् मध्ये अस्ति न रल् मध्ये अस्ति हा रल् मध्ये अस्ति ककारः रल् मध्ये अस्ति रलन्तः अस्ति आदिः कः आदौ कः वर्णः अस्ति आदौ लकारः अस्ति लिखित्वा लकारः हलादिः अस्ति वा हल् आदिः अस्ति हलादिः अस्ति हल् आदिः हल् आदिः अस्ति रल् अन्तः रल् अन्तः अपि अस्ति उपधायां कः वर्णः उपधायम् इकारः अस्ति उपधायम् इकारः अस्ति अतः रलो व्यपदात् व्यपदात् धलादेः संशय इति सूत्रस्य प्रसक्तिः अस्ति अपि च धातुः सेट् अपि धातुः अपि सेट् अस्ति प्रत्ययः अपि सेट् अस्ति अतः तत्र इदानीं स्वप्रत्ययः किं भवति इदानीं त्वा प्रत्ययः अत्र गुणः सम्भवति नो लिखित्वा लि अस्ति चेत् हा एकक्षणं तत्र त्वा प्रत्ययस्य का गतिः इति चेत् त्वा प्रत्ययः कित् न भवति विकल्पेन कित् भवति इत्युक्ते यस्मिन् पक्षे कित् न भवति तस्मिन् पक्षे तत्र आर्धधातुकप्रत्ययः गुणः भवति अतः लेखित्वा इति रूपम् अस्तु ओके भवत्याः प्रश्नः एव अस्ति खलु अस्तु वदतु पुनः पुनः वदामि लिक् धातुः हलन्तः अस्ति हलन्तः नास्ति रल् अन्तः ओके रल् अन् सारि सारि रल् अन्तः अस्ति अण्ड् देन् लकारः अपि रल् आदिः अस्ति न हल् आदिः हल् आदिः रल् अन्तः ओके हल् आदिः रल् अन्तः ओके दट्स् रैट् हल् आदिः रल् अन्तः अस्ति तस्मात् त्वा प्रत्ययः यदा त्वा प्रत्ययस्य चित् न भवति तत्समये इकारः लिक् धातोः इकारः गुणः सम्भवति तस्मात् लेखित्वा इति रूपं निष्पन्नं हा अपि च लिक् धातोः उपधायामपि इकारः अस्ति अतः सूत्रस्य कार्यमस्ति अस्तु धन्यवादः अस्तु हा इदानीम् अग्रे सर्तुं शक्नुमः इदानीं तत्र णिच् इति प्रसङ्गः अस्ति तर्हि किञ्चित् अत्र णिच् इति प्रत्ययस्य विषये चिन्तनं कुर्मः णिच् इति प्रत्ययः कीदृशः अस्ति गीताञ्जलि भगिनी वदतु णिच् भगिनी आर्धधातुकप्रत्यय अस्ति आर्धधातुके णित् णित् इदानीं तत्र वयं बहु किमपि अधीतवन्तः अतः भवती अवगच्छति जानाति इति जानामि अतः भवती सम्पूर्णतया वदतु णिच् इति अर्धधातुकप्रत्ययः इति सत्यं परन्तु सूत्रसहितं वदति चेत् सर्वेषां लाभाय भवति अस्तु वदतु अस्तु भगिनि लिक् योगः णिच् अस्ति चेत् न लिक् इति त्यजतु इदानीं केवलं णिच् इति प्रत्ययस्य स्वभावः कः इति वदतु ओ अस्तु आर्धधातुकप्रत्ययः इति उक्तवती तर्हि केन सूत्रेण इति वदतु कथं ज्ञातवती इत्यपि वदतु अस्तु अस्तु णिच् इति आर्धधातुकप्रत्ययः अस्ति आर्धधातुकं शेष किमर्थं तिंशत् सार्वधातुकं तु सार्वधातु के पत्र प्रत्ययाः सन्ति अवशिष्ट सर्वे आर्धधातुक अस्ति तदनन्तरं अग्रिमं वदामि वा भगिनि आर्धधातुकप्रत्ययः सत्यम् आर्ध बहु समीचीनं भगिनि एतावत् भवती तु उक्तवती तत् बहु सम्यक् अस्ति इदानीं णिच् इति प्रत्ययः आर्धधातुकः अस्ति किञ्चित् भिन्नः अस्ति आर्धधातुकप्रत्ययः अस्ति तर्हि आर्धधातुकप्रत्ययेषु तर्हि तत्र इदानीम् आर्धधातुकप्रत्ययः अस्ति चेत् अस्माकं चित्रे तत्र वयं किम् उक्तवन्तः तिङ् अथवा कृत् अस्ति वा प्रत्ययः तिङ् तिङ् कृत् अस्ति चेत् तिङ् तिङ् अपि सार्वधातुक अर्धधातुक भवति कृत् अपि सार्वधातुक अर्धधातुक भवति अत्र तु णिच् कृत् अस्ति किमर्थं वा वदतु णिच् सम्यक् नास्ति भगिनि कृत् इति कथम् उक्तवती कृत् कृदन्त कृत् बहु सम्यक् कृदतिङ् इति सूत्रेण निच्छकृत् इति भवती चिन्तयति वदतु हा इति सूत्रेण अहं मन्ये णिच् कृत् अस्ति तिङ् तिङ्तु नास्ति तत्र हा अपि च शित् नास्ति चेत् आर्धधातुक कृत् अस्ति. हा, तथा चिन्तयितुं शक्नुमः. भवत्याः चिन्तनं समीचीनमस्ति इत्युक्ते भवती अवगतवती अत्र कः क्लेशः इति चेत् इदं प्रत्ययः कृत् अधिकारात् पूर्वम् अस्ति. निच् प्रत्ययः कृत् अधिकारात् पूर्वम् अस्ति. कृत् इति यत्र कृदतिङ् इति यत् सूत्रं भवती उक्तवती तस्य अनन्तरमेव कृत् अधिकारः अस्ति. तत्र एव ये ये प्रत्ययाः सन्ति ते प्रत्ययाः कृत् प्रत्ययाः. परन्तु निच् प्रत्ययः, निच् प्रत्ययस्य सूत्रं तु वयं न पठितवन्तः अतः नास्ति चिन्ता. परन्तु कृत् निच् प्रत्ययः कृत् प्रत्ययात् पूर्वम् अस्ति अतः कृत् प्रत्ययः नास्ति, सनादिप्रत्ययः अस्ति. श्रुतं वा? कथं जानीमः तु अहं न अवगतं किन्तु इत्युक्ते कः प्रत्ययः वदितवती? एकक्षणं, तत्र कथम् इति न जानाति इति उक्तवती खलु. तत्र कृदतिङ् इति एकं सूत्रमस्ति, कृदतिङ् इति सूत्रम्. एकक्षणं, सूत्रसङ्ख्या कृदतिङ् इति सूत्रम् इति सूत्रं तत्र तृतीय अध्यायस्य प्रथमपादे अस्ति. कृदतिङ् इति सूत्रं तस्य तत्र तस् कृदतिङ् इति अधिकारसूत्रमस्ति. तस्य अनन्तरं ये ये प्रत्ययाः सन्ति ते प्रत्ययाः एव कृत् प्रत्ययाः. अत्र तु निच् इति तु अदवय आगच्छति. तत्र तृतीय अध्यायस्य तत्र तृतीय अध्यायस्य 3.1.93 कृदतिङ् इति सूत्रं खलु. तस्मात् पूर्वं तत्र णिच् इति सूत्रं तत्र अस्ति. चुरादिभ्यो णिच् इति एकं सूत्रमस्ति तत्र पञ्चविंशतितमं सूत्रं. सत्यापपाशरूपवीणा तूलश्लोकसेना लोमत्वच वर्म वर्णचूर्णचुरादिभ्यो णिच् इति सूत्रं न पाठितम् अतः नास्ति चिन्ता. एवमेव वदामि अत्र निचिति प्रत्ययः कृत् प्रत्ययः नास्ति इति तावद् अवगच्छति चेत् इदानीं पर्याप्तं. निचिति प्रत्ययः कृत् प्रत्ययः नास्ति. आर्धधातुकप्रत्ययः इति समीचीनम्. आर्धधातुकप्रत्ययः अस्ति चेत् आर्धधातुकप्रत्ययेषु कः प्रत्ययः? निच् प्रत्ययः. अत्र आर्धधातुकप्रत्ययेषु वयं पठितवन्तः खलु तत्र त्रिधा विभागः अस्ति इति. णिच् इति तु प्रथमभाग तु कित् ञित् इति तु नास्ति. अपि इति णित् अस्ति णकार इत् भूत्वा णित् वर्गे आयाति तत्र. बहु समीचीनं. णित् वर्गे आयाति चेत् तत्र किं भवति? णित् वर्गे आयाति चेत् अन्ते अपि च उपधा स्वभावः कः धातोः तत् दृष्ट्वा वयं जानीमः वृद्धिः भवति वा न वा. हा, उपधायां कः वर्णः अस्ति चेत् वृद्धिः भवति? उपधा ह्रस्व अस्ति चेत् धातोः उपधा ह्रस्व अकार अस्ति चेत् वृद्धिः भवति, नास्ति चेत् गुण भवति. नास्ति चेत् इकारः अस्ति चेत् गुणः भवितुम् अर्हति. अपि च धातोः अन्ते कः वर्णः भवेत्? अन्ते अजन्तम् अस्ति चेत् वृद्धिः भवति. हा, अजन्तम् अस्ति चेत् वृद्धिः भवति. अतः तत्र सूत्रद्वयम् अस्ति, अचोयणिति अपि च अतोपदायाः. तर्हि णिच् प्रत्ययः णित् अस्ति. णित् यत्र यत्र णित् इति वदामः अथवा इत् ञकारः इत् इति वदामः तदानीम् अचोयणिति अथवा अतोपदायाः इत्यस्य कार्यद्वयं भवितुम् अर्हति. अतः सर्वदा चिन्तनीयं भवति. इदानीम् अस्माकम् उदाहरणमस्ति नियोगः णिच्. इदानीं तत्र अग्रे वसन्ति भगिनी वदति वा नियोगः णिच्? नियोगः निच् निच् इस् आर्धधातुक नित् प्रत्यय अतः वृद्धिः भवति अचो नीति अथ उपधाया सूत्रेण अत्र किमस्ति सूत्रद्वयमस्ति अत्र किमस्ति ओके अचो नीति इगन्त अङ्गस्य हा अत्र अजन्त अजन्त अन्य हा अन्य किमपि प्रसक्तमस्ति वा अत्र न उपधाय नास्ति उपधायम् इति नास्ति परन्तु अन्ते कः वर्णः अस्ति नकार अस्ति नकार निकार अन्ते कः वर्णः अन्ते इकार इकार ईकारः अस्ति ईकारः हा ईकारः अस्ति अन्ते तर्हि ईकारः अस्ति अनन्तरं णिच् इति प्रत्ययः आर्धधातुकप्रत्ययः तर्हि तत्र किं भवितुम् अर्हति वृद्धि भवितुम् अर्हति इति वयं जानीमः परन्तु अन्यसूत्रम् अस्माकं परिचितम् एकं सूत्रमस्ति तत् सूत्रं किं सार्वधातुक अर्धधातुकयोः बहु सम्यक् सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणः भवितुम् अर्हति गुणः भवितुम् अर्हति अतः यत्र यत्र एतादृशसन्दर्भः यत्र इक् वर्णः अस्ति अपि च अनन्तरम् इत् णिच् प्रत्ययः अस्ति तत्र गुणः इत्यस्य प्रसक्तिः अस्ति वृद्धिः इत्यस्यापि प्रसक्तिः अस्ति परन्तु तत्र वृद्धिः एव भवति अपवादरूपेण अपवादरूपेण वृद्धिः एव भवति अतः अत्र वृद्धिः भवति तर्हि वृद्धिः भवति चेत् किं भवति नै योगः अवशिष्ट इत् लोपः इ इति अवशिष्टः सो नै योगः इ इति इदानीं किं भवति ऐकारस्य अनन्तरं स्वर्णः अस्ति खलु एचो अयवायावः आय इति नाय इति योजयित्वा किं भवति निच् प्रत्ययं योजयित्वा ऐकारस्य स्थाने आ इति आदेशः भवति तर्हि नाय् योगः इ इदानीं योगः इ नायि इति नूतनधातु हा नायि इति नूतनधातुः अग्रे किं भवति अग्रे विकरणप्रत्यय आयाति सो नायि योगः शप् योगः ति तिप् नायि योगः शप् शप् इति सार्वधातुकपित् सो गुणकार्यं भवति सो नायि योग नायि विकम्स् नाये नाये योगः अ शप् फकारं हलन्त्यं षकारं लषक्वतर्तिते सो द अवशिष्टवर्णः आ इति सो नाये योगः आ एचो अयवायावः सूत्रेण नाय इति रूपं योगः तिप् फकारलोपः भवति ति अवशिष्टति नाय सो इगन्त अङ्गं नास्ति अतः गुणः न भवति सो नायति नायै ऐका एकारस्य स्थाने नाय इत्यादेशः नाययति नाययति, सोरि नाययति, नाययति इति रूपमस्ति. बहु समीचीनं, सम्यक्. नाययति इति रूपमस्ति. सर्वैः बुद्धं खलु? अस्तु, तर्हि अग्रे गीता भगिनी वदति वा अग्रे स्वादिगणे छी धातुः? अहं गीता भगिनी, गीताञ्जलि भगिनी नास्ति, गीता भगिनी. गीता भगिनी अस्ति वा, वक्तुमिच्छति वा गीता भगिनी? अस्तु, ललिता भगिनी वदतु. अस्तु भगिनि, चीयोगः निच् निच् आर्धधातुकप्रत्ययः, अवशिष्ट इत्संज्ञानां लोपानन्तरम् इ अवशिष्यते. च योगः इ च ची योगः इ ची इस् इकारान् अच् अचोणिति इति सूत्रेण ची चै भवति. चै योगः इ चायि चायि इति नूतनधातु अस्ति. चायि योगः नूतनधातु शप् आयाति. चायि योगः शप् योगः ति लशक्वतदित्ते अण्ड् पकारस्य लोपः भवति. आ अवशिष्यते. चायि योगः आयोगः ति चाये चाये गुण गुण सम्भवति. चायि बिकम्स् चाये. चाये योगः आयोगः ति एचो अयवायावः इति चाय चाययै भवति. चाययति इति अन्तिमरू रूपमस्ति. बहु सम्यक्, बहु समीचीनम्. अत्र मम एकः प्रश्नः, एकं न चर्चितम् अस्माभिः, तत्र निच् इति प्रत्ययः अर्धधातुकप्रत्ययः अस्ति, तत्र इडागमः भवति वा न वा इति चिन्तनं न कृतम्. अत्र मीना भगिनी वदति वा चिन्तनं किम् इडागमस्य विषये? एकाचः उदात्तः वा स्वरितः वा सेत् भवति. एकाचः अत्र एकाचः एकाचः अनुदातः वा एकाच उपदेशे अनुदातः अनित् भवति. धातुविषये तु भवती उक्तवती, समीचीनम्. इदानीं प्रत्ययस्य विषये वदतु. प्रत्ययविषये इदानीम् अनुकूलता अस्ति वा इति सूत्रद्वयमस्ति. आर्धधातुकस्य इद् बलादेः इति एकसूत्रं. बलादि प्रत्यये परे आर्धधातुकस्य इद् भवति, इदागमः भवति. यदि मेद् वशीकृति इति निषादसूत्रं, वशी प्रत्यये वश्य प्रत्याहारः वल् प्रत्याहार अन्तर्गणे अस्ति, वशी अस्ति चेत् इडागमः न भवति. इदानीं नेड् वशीकृति इति सूत्रस्य प्रसक्तिः अत्र भवति वा? नेड् वशीकृति इति सूत्र निच् प्रत्ययः अनुबन्धलोपान्तरं वा अनुबन्धलोपान्तरं प्राक् वा इति वक्तव्यं भगिनि. निच्छति एव लोपानन्तरमेव अनुबन्धलोप अनन्तरम् इ इति भवति. वश् नास्ति, वश् नास्ति. अत्र एकक्षणम् अत्र क्रमेण चिन्तयतु. अत्र सूत्रद्वयमस्ति. प्रथमसूत्रं किम्? आर्धधातुकस्य इद् वलादेः वल् इति यकारविहाय सर्वे व्यञ्जनाः. अत्र अत्र व्यञ्जनस्य स्वरः अस्ति. अतः अतः प्रत्ययद्वयमपि प्रसक्तिः नास्ति इति चिन्तयति. यः इत्युक्ते अर्धधातुकसेड् वलादेः इति सूत्रस्य प्रसक्तिः नास्ति. किमर्थमिति चेत् निच् इति प्रत्ययः वलादिः नास्ति. वल् प्रत्याहारस्य वर्णः आदौ नास्ति. अर्धधातुकप्रत्ययस्य आदौ वल् प्रत्याहारस्य वर्णः अस्ति चेदेव प्रत्ययः इडनुकूलः भवति. परन्तु अत्र प्रत्ययः वलादिः नास्ति. इ इति प्रत्ययः निच् प्रत्ययः वलादिः नास्ति. अतः इडनुकूलता नास्ति. इदानीं भवती नेड् वशीकृति इति सूत्रम् उक्तवती. नेड् वशीकृति इति सूत्रं कुत्र तस्य कार्यं भवति? नेड् वशीकृति वश्य इति प्रत्याहारः वलादेः अन्तर्गणे अस्ति. वलादि नास्ति चेत् वशादि अपि नास्ति. एकक्षणम् एकक्षणं, तत्र सूत्रस्य अन्ते क तत्र किमस्ति पदम्? न इद् वशीकृति कृदतिङ् इति सूत्रेण तिङ् प्रत्ययः नास्ति. तस्मात् निच् इति प्रत्ययः कृत् अस्ति. हा, तदेव गीताञ्जलि भगिनी अपि उक्तवती. तस्मिन् अवसरे मया किम् उक्तम्? कृदतिङ् इत्यस्मात् अधिकारात् पूर्वम् अस्ति निच् प्रत्ययस्य विधानम्. अतः निच् प्रत्ययः कृत् प्रत्ययः नास्ति इति उक्तं खलु. निच् प्रत्ययः कृद् तिङ् भिन्नः अस्ति. तिङ् भिन्नः अस्ति तथापि कृत् नास्ति. यतोहि तत्र सनादिप्रत्ययः सन्ति, द्वादशसनादिप्रत्ययः. ते प्रत्ययः तिङ् अपि नास्ति, कृत् अपि नास्ति. तेषु सनादिप्रत्ययेषु अस्माकं प्रसिद्धमस्ति निच् इति प्रत्ययः. निच् प्रत्ययः सनादिप्रत्ययः. अतः कृत् अपि नास्ति, तिङ् अपि नास्ति. कृत् प्रत्ययस्य योजनेन नूतनधातुः न निष्पद्यते. यदि तत्र पट्योगः कृत् प्रत्ययं योजयामः, पट्योगः त्वप्रत्ययः, तत्र किं निष्पद्यते? अपट्योगः तप्रत्ययः. पट्योगः तप्रत्ययः किं निष्पद्यते तस्मात्? पठितः. पठितः इति तत्र पुल्लिङ्गे अस्ति, परन्तु तस्मात् पूर्वं किं किं निष्प पठित इति किम् अस्ति? पठ्ययोगः प्रत्ययः अत्र इदागमः भवति. प्रातिपदिकं पठितः प्रातिपदिकमेव. हा, प्रातिपदिकमस्ति. निच् प्रत्ययस्य योजनेन धातुः निष्पद्यते खलु. अतः कथं वा निच् प्रत्ययः कृत् प्रत्ययः भवितुम् अर्हति? निच् प्रत्ययस्य योजनेन नूतनधातुः निष्पद्यते, न तु प्रातिपदिकं. तत्र एव भेदः अवगन्तुं भेदम् अवगन्तुं शक्नुमः. यदि ओ निच् प्रत्ययः अपि कृत् प्रत्ययः भवितुम् अर्हति खलु, तिङ् नास्ति खलु इति पृच्छति चेत् तत्र अधिकारस्य विषये किमपि न जानाति. इदानीं तत्र सूत्रं कुत्र अस्ति, कृदतिङ् कुत्र अस्ति, निच् प्रत्ययः कुत्र अस्ति, किमपि न जानाति. चिन्ता नास्ति. तथापि तत्र कृत् प्रत्ययस्य योजनेन प्रातिपदिकं निष्पद्यते, अपि च सनादिप्रत्ययस्य योजनेन नूतनधातुः निष्पद्यते. इदानीं निच् प्रत्ययस्य योजनेन किं भवति? नियोगः निच् इत्यत्र तत्र नायि इति किम् अस्ति? नायि इति रूपं नायि इति आदित्यस्ति. धातुः सिद्ध्यति खलु, न तु प्रातिपदिकं खलु. अतः निच् प्रत्ययः कृत् इति कथं वक्तुं शक्नुमः? न वक्तुं शक्नुमः. किमपि सूत्रस्य ज्ञानं नास्ति चेदपि वयम् एवमेव योजयित्वा वयम् अवगन्तुं शक्नुमः. ओ, अत्र धातुः सिद्ध्यति, न तु प्रातिपदिकम्, अतः कथं कृत् प्रत्ययः इति वयम् अवगन्तुं शक्नुमः. अतः कृत् प्रत्ययः नास्ति. गीताञ्जलिभगिनी बुद्धं वा? आं भगिनि, आम् अवगतम्. अधुना तु सूत्रस्य ज्ञानं नास्ति चेत् अपि कृदन्तपदं तु न निष्पन्नं भवति णिच् प्रत्यय योजयित्वा इति भवति. भगिनी सूत्रसङ्ख्या किं तत्र णिच्? अत्र पञ्चविंशति, पञ्चविंशति अत्र अत्र नी धातुः चुरादिगणे नास्ति, चुरादिगणे नास्ति, अतः अत्र हेतुमति च इति सूत्रं षड्विंशति. चुरादिगणे अस्ति चेत् तत्र अत्र निच् इत्यस्य भेदद्वयम् अस्ति, स्वार्थे निच् अथवा प्रेरणार्थे निच्, स्वार्थे निच् अथवा प्रेरणार्थे निच्. स्वार्थे निच् कुत्र भवति इति चेत् चुरादिगणीयधातूनां, चुरादिगणीयधातूनां स्वार्थे निच् भवति इत्युक्ते केवलं तेषां धातूनां सर्वत्र निच् भवति. निच् इत्यस्य विशेष अर्थः नास्ति, निच् प्रत्ययस्य अर्थः नास्ति. इदानीं तत्र चुरादिगणे कोऽपि धातुः तत्र अस्ति चेत् चुरादिगणीयधातुः कत् कत इति धातुः अस्ति, कतधातुतः णिच् प्रत्ययः. अतः चुरादिगणे ये ये धातवः सन्ति तेभ्यः सर्वेभ्यः णिच् विधानं भवति. णिच् विधानं स्वार्थे विधीयते इत्युक्ते प्रत्ययस्य विशेषः अर्थः नास्ति. अपि च सर्वेभ्यः धातुभ्यः णिच् प्रत्ययः प्रेरणार्थे विधीयते, प्रेरणार्थे विधीयते इत्युक्ते तत्र कर्ताद्वयं भवति, प्रयोजककर्ता प्रयोज्यकर्ता इति कर्ताद्वयं भवति. प्रयोजककर्ता प्रयोज्यकर्तारं प्रेरयति इत्युक्ते एकः अन्यं प्रेरयति. यदि अहं वदामि बालकः पुस्तकं पठति इति वदामि इत्युक्ते बालकः स्वयं पुस्तकं पठति, तत्र किमपि नास्ति. इदानीं प्रेरणार्थे वाक्यं वदामि चेत् पिता बालकेन पुस्तकं पाठयति, पिता बालकेन पुस्तकं पाठयति. इदानीं तत्र पिता अस्ति, पिता प्रेरयति बालकं पठतु इति प्रेरयति, अतः बालकः पठति. तत्र प्रेरणार्थे निच् अस्ति इत्युक्ते तत्र सर्वेभ्यः धातुभ्यः प्रेरणार्थे निच् भवितुम् अर्हति इति तत्र भेदद्वयम् अस्ति. अत्र अस्माकं पुरतः प्रेरणार्थे निच् इति स्वीकर्तुं शक्नुमः, यतोहि अत्र चुरादिगणीयधातुः एव नास्ति अस्माकं तत्र आवल्यां मध्ये, चुरादिगणीयधातुः नास्ति, अतः सर्वत्र प्रेरणार्थे निच् इति अवगन्तुं शक्नुमः. अस्तु, इदानीम् अग्रे गच्छामः. वंसि भगिनी अग्रे करोतु. भगिनी, निच् प्रत्यये अपि प्रथमं टिप् आयाति वा? किं निच् प्रत्यये अपि प्रथमं टिप् आयाति वा? टिप्पा हा, निच् प्रत्ययस्य साधनानन्तरं अनन्तरमेव आयाति वा? हा, नायी इति धातुः अस्ति. इदानीं यथा धातुतः लट् लकारस्य विवक्षा अस्ति तदानीं तत्र लट् वर्तमाने इत्यनेन लकारः लट् लकारः आयाति. तदानीं लकारस्य स्थाने तिङ् प्रत्ययः आयाति. तिङ् प्रत्ययः कर्त्रार्थे अस्ति, सार्वधातुकप्रत्ययः अस्ति इति कृत्वा कर्तरि शप् इति सूत्रेण शप् आयाति लट् विवक्षायां. लोट् विवक्षायाम् अपि एवमेव, कर्त्रार्थे लोट् लकारः लस्तिङ् प्रत्ययः आयाति, तदनन्तरं शप्. सार्वधातुकलकारेषु लट् लोट् लङ् विधिर्लिङ् सर्वत्र तिङ् प्रत्ययः अपि च शप् आयाति. भगिनि, प्रश्नः अस्ति भगिनि, यदा णिच् इति वदामः तदा वलादि वा वशादि वा इत्यस्य चिन्तने वशादि इति चिन्तनमेव नास्ति. अस्तु अस्तु, किमर्थं कृत् इति कृत्वा, कृत् इति कृत्वा वा, क्षम्यतां, कृत् इति नास्ति इति कृत्वा तत्र नेड्वशीकृति इत्यस्य चिन्तनमेव नास्ति. मम प्रश्नः लकारस्य लोपानन्तर अनुबन्ध निरबन्ध रूपे एव तत् इति चेत् इ इत्यस्य एव चिन्तनं भवति वा वल् वा सत्यं? सर्वत्र सर्वत्र अस्माकं पुरतः कदलीफलम् अस्ति चेत् वयं किं कुर्मः प्रथमं? तत्र स्किन् रिमूव् कुर्मः खलु. एवमेव तत्र अत्र इत्संज्ञा एव अत्र स्किन् अस्ति, सर्वत्र इत्संज्ञा निष्कास्य एव चिन्तनं भवति या कोऽपि प्रक्रिया. अतः भ्रमः एव न स्यात्, सर्वत्र इत्संज्ञकवर्णानां निष्कासनानन्तरम् एव चिन्तनं भवति. तस्यापि विधानस्य. पुनः एकः प्रश्नः अस्ति भगिनि, अत्र इदानीं वयं चीयोगणिच् इत्यस्य चिन्तने तत्र सुवादिगणम् अस्ति इति कृत्वा तत्र शप् प्रपाद्य श्नु आगच्छति खलु भगिनि, तत् न उक्तवती भगिनि. इदानीं ची इति धातुः स्वादिगणे अस्ति, परन्तु चायि इति धातुः स्वादिगणे अस्ति वा? चाय् इति नूतनधातुः अस्ति, तत् इदानीं कुत्र अस्ति? दशमगणः. दशमगणः अस्तु. ओ न दशमगणः न चुरात्, न एकशनति. चाय् न, चायि इति धातुः, चि इति धातुः स्वादिगणे अस्ति इति जानीमः. इदानीं निमिच् इत्यस्य योजनानन्तरं चायि इति धातुः तस्य गणः नास्ति, नूतनधातुः अस्माभिः साधितः धातुः, तस्य गणः एव नास्ति. अतः गणविकरणप्रत्ययः तत्र आगन्तुं न शक्नोति, कोऽपि गणविकरणप्रत्ययः न आगन्तुं शक्नोति. तर्हि कर्तरि शप् कथं वा आगच्छति? कर्तरि शप् अपि गणविकरणप्रत्ययः खलु इति पृच्छामः चेत् तत्र कर्तरि शप् इति उक्तमस्ति, तत्र गणः अस्ति वा कुत्रापि? कर्तरि शप् इति गणस्य उल्लेखः इति कृत्वा एव नास्ति. तस्मिन् सूत्रे तत्र गणस्य उल्लेखः नास्ति, अतः यत्र कुत्रापि कर्तार्थकसार्वधातुकप्रत्ययः अस्ति धातोः परे, तत्र शप् आगन्तुं शक्नोति. तत्र अत्र चायि इति चायि इति धातुतः स्वादिभ्यः श्नु इति सूत्रं कार्यं करोति वा इति चेत्, चायि इति धातुः स्वादिगणे नास्ति, अतः स्वादिभ्यः श्नु इत्यस्य प्रसक्तिः एव नास्ति. अस्तु. इति चेत् यत्र यत्र णिच् प्रत्ययः स्वातनिच् न, किन्तु प्रेरणार्थे णिच् यत्र यत्र प्रयुज्यते तत्र कर्तृशप् आयातुं शक्नोति. हा, प्रेरणार्थे स्वार्थे उभयत्र. उभयत्र अस्तु अस्तु, उभयत्र च. यतोहि चुरादिगणे तत्र चुरादिगणे सम्बद्ध गणीयसम्बन्ध अस्ति, तत्रापि शप् एव खलु, कर्तरि शप् एव आगच्छति तत्रापि. अस्तु अस्तु अस्तु, धन्यवांसि भगिनी. आं भगिनि, देर् इस् आल्सो अनदर् रूपं लैक् चायति, बट् ऐ नाट् शोर् हौ चायति इति रूपम् आगच्छति. चायति, चाययते, उभयपति चायति. अपि एकं रूपं धातुपाठमस्ति मध्ये अस्ति भगिनि, इत्युक्ते तत्र चयति इति रूपं वा? हा चयति, हा चयति इति रूपस्य विषये तत्र इतोपि अधिकचिन्तनम् अस्ति, अतः इदानीं त्यजतु. मास्तु चिन्ता, तादृशरूपमस्ति, तत्र तदर्थं विशिष्टचिन्तनम् आवश्यकमस्ति, तदर्थं भिन्नसूत्रमपि अस्ति, अतः इदानीं मास्तु, अग्रे गच्छेम. यदा तत्र प्रेरणार्थे निश्चिति विषयम् अग्रे पठामः तदानीं तस्य चिन्तनं कुर्मः. इदानीम् अत्र तादृशसूत्रम् आनयामि चेत् इतोपि भ्रमः एव भवति, अतः मास्तु, अग्रे गच्छामि. ओके, अस्तु. कोऽपि प्रश्नः वा? न चेत् वंसी भगिनी वदति. अस्तु वंसी भगिनी. अस्तु भगिनि, दाधातु जुहोत्यादि एकः संशयः अत्र. वंशि एकक्षणं भगिनि, उमा भगिनी, वंशि भगिनी वदति, तदनन्तरं पृच्छतु. समापयतु वंशि भगिनी, यतोहि पञ्चवारम् उक्तवती वंशि भगिनी. वंशि भगिनी इदानीं वदतु. अस्तु भगिनि, अस्तु. दायोगः प्रथमं तु दायोगः निच् योगः शप् योगः इति भवति. तत्र निच् इति आर्धधातुकप्रत्ययः अस्ति, ई अवशिष्यते, इका नकारस्य चुटु इत्यनेन इत्संज्ञा भवति, चकारः हलन्त्यम् इत्यनेन अपगच्छति, ई अवशिष्यते. परन्तु तत्र निच् इति कारणेन तत्र किमस्ति अचो यणति इत्यस्य सूत्रस्य प्रसक्ति अस्ति वा इति तत्र भवितुम् अर्हति, परन्तु आकारस्य वृद्धिः किम् आकारः एव भवति. परन्तु तत्र अन्यत् सूत्रस्य कार्यम् अपि भवति, यतोहि दा इति आकारान्तधातुः अस्ति, तत् तर्हि अर्ति ह्री व्लि क्नुयि क्षमायातां पुग्नौ इति सूत्रेण निच् पुरतः पुक् आगमः भवति. तत्र पुक् इत्यस्मिन् ककारः हलन्त्यम् इत्यनेन ककारस्य इत्संज्ञा भूत्वा उकारस्य उपदेशे जनुनासिक इत् इत्यनेन पकारः एव अवशिष्यते, अतः दायोगः पकारः. दाप् इति भवति. तदनन्तरं दाप् दाप् योगः निच् तत्रापि अन्ते अकारः नास्ति अतः वृद्धिः न भवति अतः वर्णमेलनम् एव भवति. दाप् योगः इकारः दापी भवति. दापी योगः शप् योगः ति तत्र शप् इत्यस्मिन् अकारः एव अवशिष्यते. दापी योगः शप् तत्र अन्ते इक् वर्णः भवति अतः तत्र गुणः भवति. अतः दापे योगः अकारः योगः ति भवति. दापे योगः अकारः इत्यस्मिन् यचोयवायावः इत्यनेन ऐ इति अय इति आदेशः भवति अतः दाप योगः यति दापयति इति अन्तिमरूपं भवति भगिनि. हा दापयति इति रूपमस्ति. अत्र किम् अस्ति इति चेत् यत्र यत्र आकारान्तधातुः अस्ति आकारान्तधातुः अस्ति अपि च निच् प्रत्ययः परः अस्ति तत्र तत्र पुक् आगमः भवति आकारान्तधातुः अस्ति चेत्. अत्र दा धातुः आकारान्तः अस्ति अतः पुक् आगमः भवति. दायोगः निच् इत्यत्र धातोः पुक् आगमः भवति. पुक् आगमे केवलं पकारः एव अवशिष्यते अतः दा पुक् इति कित् अस्ति अतः आद्यन्तौ टकितौ इति सूत्रेण धा धातोः अन्ते आयाति. कित् इति कृत्वा अन्तावयवः अतः दाप्योगः इ दापी इति नूतनधातुः तदनन्तरं प्रक्रिया तत् समानं दापयति इति रूपं क्षम्यतां. न बहु समीचीनम् सोमा भगिनी अग्रे किमस्ति प्रश्नः कः प्रश्नः यत्र यत्र वृद्धिः आगच्छति यत्र यत्र गुणः आगच्छति भ्रमः अस्ति त्यो चेत् निच् अस्ति चेत् तत्र वृद्धिः सम्भवति परन्तु नी धातोः सहित विषये भगिनी वदति अत्र गुणः सम्भवितुं शक्नोति वृद्धिः अपि शक्नोति वृद्धिः एव आगच्छति इति भवती उक्तवती. यत्र यत्र वृद्धिः आगच्छति तत्र प्रत्येकं हिंस् अस्ति चेत् किं किं यत्र यत्र वृद्धिः सम्भवति वदितुं शक्यं किं भवितुं शक्यं यत्र यत्र वृद्धिः तत्र अत्र अत्र धातुः नीच् अस्ति आगच्छति यत्र गुणः आगच्छति सि अत्र नीच् नी धातोः सहित नीच् चेत् वृद्धिः एव सम्भवति. दट् ऐ अण्डर्स्टुड् वृद्धिः सम्भवति गुणः अपि भवति खलु तत्र इगन्त अङ्गम् अस्ति अर्धदातुकप्रत्ययः योजयति चेत् गुणः न सम्भवति कदापि न गुणः गुणस्य प्रसक्तिः गुणस्य प्रसक्तिः अस्ति परन्तु प्राप्तिः नास्ति यतोहि बाधितः अस्ति अचोयनिति इति सूत्रेण बाधितः अस्ति. एवमेव उक्तवती सर्वत्र वृद्धिः एव भवति सर्वत्र वृद्धिः एव भवति तत्र गुणस्यापि प्रसक्तिः अस्ति इति पश्यतु इति तदर्थम् उक्तवती. ओके ओके धन्यवादः अरविन्द महोदय. अग्रे गै धातुः गै योगः निच् योगः शप् योगः ति इति स्थिते निच् अर्धधातुकम् एवं सनादि प्रत्ययः अस्ति कृत्वा गै योगः इति स्थिते गै इत्यस्य ऐ ऐकार अन्त अच् अच् अन्तम् अस्ति कृत्वा वृद्धि अचवाणीति इति सूत्रेण वृद्धि भवति किन्तु ऐ वृद्धिरूपम् अस्ति कृत्वा गै एव तिष्ठति. गै योग इत्युक्ते तत्र अस्माभिः गतवर्गे पूर्वान्तरम् एचोयवय इति सूत्रेण न न एकक्षणं महोदय एकक्षणम् अत्र मम तत्र पत्रे तत्र पी डि एफ् मध्ये एकप्रथमं सूत्रमस्ति आदेश उपदेशेशिति गतवर्गे अपि अस्माभिः चर्चितं तेन सूत्रेण यत्र यत्र एजन्तधातुः अस्ति अपि च आर्धधातुकप्रत्ययः परः अस्ति तत्र सर्वत्र एजन्तधातोः अत्वं भवति इति उक्तं खलु उपदेशे एजन्तस्य धातोः अत्वं स्यात् न तु शिति षित् प्रत्ययः परः नास्ति चेत् यः कोऽपि अन्यप्रत्ययः आर्धधातुकप्रत्ययः अषित् अस्ति षित् नास्ति अतः आर्धधातुकप्रत्ययः यत्र यत्र भवति तत्र तत्र उपदेश अवस्थायाम् एजन्तधातोः अत्वं भवति इत्युक्ते एच् प्रत्याहारस्य वर्णः धातोः अन्ते अस्ति चेत् तस्य आकारादेशः भवति इदानीं गै इति धातुः तादृशः अस्ति एजन्तः अस्ति एच् अन्तः तत्र गा भवति वा दीर्घगा तत्र गा भवति चेत् तत्तु अर्ति ह्री व्रि स्मायि तस्य प्रसक्तिः आयाति गायोगः पुक् योगः निच् पुक् इति अनुबन्धलोपानन्तरं गाप इति रूपं सिद्ध्यति गापयोगः इ गापि इति नूतनधातु तदनन्तरं शप् इति प्रत्ययस्य अनुबन्धलोपानन्तरम् आ एव तिष्ठति गापि योगः आ तत्र अकारकारान्तगुणं भवति गापि गापय गापय योगः गुणः भवति चेत् किं भवति ए गापे गापे भवति गापे योगः आ एचवायवायव इति सूत्रेण गापय तदनन्तरं गापय योगः तिप् तिप् पित् अस्ति किन्तु गुणस्य प्रसक्ति नास्ति कृत्वा पित्तिकारि एव तिष्ठति गापयति इति अन्तिमरूपं सिद्ध्यति गापयति इति रूपं सिद्ध्यति सत्यम् इत्युक्ते यत्र यत्र बहु समीचीनं महोदय यत्र यत्र अर्धधातुकप्रत्ययः अस्ति तत्र सर्वत्र एजन्तधातुः एच् इत्युक्ते ए ओ ऐ औ एतेषु हा इत्युक्ते अषित् प्रत्ययः अस्ति चेत् न भवति तर्हि अषित् प्रत्ययः अस्ति चेदेव भवति अषित् प्रत्ययः कुत्र भवति अर्धधातुकप्रत्ययः अस्ति चेदेव भवति खलु षित् षित् अस्ति चेत् सार्वधातुकः भवति तिङ्षित् सार्वधातुकं तर्हि अषित् प्रत्ययः अर्धधातुकप्रत्ययः अषित् प्रत्ययः अस्ति चेत् सर्वत्र एजन्तधातोः अत्वं भवति सर्वत्र एजन्तधातोः अत्वं भवति अर्धधातुकप्रत्यये परे तर्हि इदानीं तत्र अत्वं भूत्वा अकारान्तधातुः अभवत् गा इति अकारान्तधातुः तर्हि अकारान्तधातुः अस्ति तस्य अनन्तरं निच् अस्ति चेत् पुक् आगमः भवति अकारान्तधातूनां पुक् आगमः भवति अतः गापि गापयति इति रूपम् अस्तु अस्तु अग्रे वासुदेवन् महोदय वदति वा भगिनी मम भोटुरु भगिनी मम हस्ते उपकरणानि नास्ति अस्तु अस्तु नास्ति चिन्ता आं लक्ष्मीभगिनी वदतु तर्हि भगिनी जुहातिगणे दा धातोः पुनरेकवारं वदति वा भगिनी तत्र किञ्चित् क्लेशः अस्ति न दा इति धातुः आकारान्तधातुः अस्ति खलु दा धातुः आकारान्तधातुः दायोगः निच् आकारान्तधातुः अस्ति चेत् सर्वत्र पुगागमः भवति अस्माभिः एकं चर्चम् एकं सूत्रं पठितमासीत् अर्ति ह्री व्लीरि ग्नूयि श्मायातां पुङ्नौ इति सूत्रं तत् सूत्रं किं वदति इति चेत् अकारान्तधातूनां पुक् आगमः भवति निचि परे इति वदति तर्हि तत्र दा इति धातुः अकारान्तः अस्ति अतः पुक् आगमः भवति पुक् आगमः अन्ते तिष्ठति कित् अस्ति अतः दायोगः पुक् योगः निच् पुक् इत्यत्र उकारः गच्छति इत्संज्ञकः ककारः अपि हलन्त्यम् इत्यनेन गच्छति पकारः अवशिष्यते दायोगः पकारः योगः निच् दाप् योगः निच् दाप् योगः इ दापि इति नूतनधातुः तदनन्तरं प्रक्रिया समानम् अस्तु अग्रे वदतु इदानीं एतस्य एव अग्रिमदातु दिवादिगण्य भगिनी तत् पूर्वम् एकः प्रश्नः पृच्छामि वा तत्र पा इति धातु पाययति इति रूपं भवति किल पापयति न भवति किल तत्र तत्र अपवादः अस्ति तत्र अपवादः अस्तु भगिनि दिवादिगणे माङ् धातु इत्यस्य खलु सत्यं वदतु तत्रापि मा योग णिच् इति भवति तत्रापि आकारान्तधातुः इति कृत्वा पुक् आगमः भवति पुक् इत्यस्य ककारस्य इत्संज्ञा भूत्वा केवलं पकारः तिष्ठति इति चेत् मा योग प् योग णिच् इति भवति मा योग मापि इति नूतनधातुः भवति मापि योग लट् लट् इत्यस्य स्थाने तिप् क्षम्यतां तत्र तङानौ आत्मनेपदम् इति सूत्रं प्रवर्तते अतः ता इति रूपं भवति ति इति नास्ति अतः मापि योग माङ् इत्यस्य आत्मनेपदं माङ् माने इति तत्र सत्यं तत्र माङ् माने इति तत्र आत्मनेपदी अस्ति इदानीं मापि इति तु नूतनधातुः अस्ति खलु अतः तत्र सङ्गानाम् आत्मनेपदं तत्र निजन्तदातवः उभयपदि प्रायेण उभयपदिनः भवन्ति निजन्तदातवः प्रायेण उभयपदिनः भवन्ति अतः अस्तु परस्मैपदी अपि भवति आत्मनेपदी अपि भवति इदानीं परस्मैपदी धातुं रूपं स्वीकृत्य वदतु अस्तु चेत् मापि योग ति इति एव तिङ् इति सार्वधातुकं कर्त्रार्थे भवति इति कृत्वा शप् आयाति मापि योग मापि योग शप् योगति मापि योग आयोगति मा तत्रापि शप् इति सार्वधातुकम् अनन्तरं पित् अपि अस्ति इति कृत्वा सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवति मापे योग आयोगति मापै योग आयोगति मापयति इति रूपम् अन्तिमरूपं प्राप्नोति हा बहु सम्यक् अग्रे अरुणा भगिनी वदतु भगिनि बुद्धातु भगिनि हा बुद्धातु बुद्धातु भुवादिगणे अस्ति दिवादिगणे अपि अस्ति किं चेत् स्वीकरणीयं भगिनि भेदः नास्ति खलु बुद्धियोगः निच् सारुदान्तलघुपदेशसूत्रेण गुणकार्यं भवति बोधि इति धातुः अस्ति बोधियोगः शप् योगः बोधय बोधि बोधे योगः बोधय बोध्या इति रूपं भवति अन्तिमरूपं किम् नूतनधातुः कः क्षम्यतां भगिनि बुद्ध भूत् भवति न भवती अवगतवती भवती जानाति बोधे योग न क्रमेण वदतु तत्र बुद्धियोगः णिच् इत्यत्र गुणः भवति इति सम्यक्तया उक्तवती तर्हि बोधयोगः इ किं भवति बोधे धातुः अस्ति बोधि धातुः नूतनधातु नूतनधातु शप् आगच्छति कर्तरि शप् शप् अस्ति गुणः भवति सार्वधातुकार्धधातुकयोः इति गुणः भवति बोधे भवति बोधे प्लस् बोध बोधे प्लस् अ प्लस् टि तर्हि बोध्यते बोध्यति न बोधे इत्यत्र एकारस्य किं भवति ऐ आगच्छति तर्हि ऐ आगच्छति चेत् बोधय बोधय बोधयति बोधय क्षम्यतां बोधयति इति रूपं हा बहु समीचीनं, भवती सर्वं जानाति तत्र, भवती शीघ्रं गच्छति खलु, अतः एव धन्यवादः बोधयति इति रूपमस्ति, समीचीनम्। अस्तु अग्रे विजयलक्ष्मी भगिनी। अत्र अनदर् रूपमस्ति न बोधयति, बुद्धात् एकमेव रूपं वितौट् बोधयति, बोधयते, बोधयति, बोधयते, एवं किम् अनदरूपं? स्वाप्रत्ययस्य विषये एव तत्र सूत्रमस्ति, निच् प्रत्ययस्य विषये नास्ति। नो, जस्ट् लैक् वि हाव् का लेखधातुः अस्ति, ओ देट् इस् बुद्ध सेम् थिङ्ग्। न न न, तत्र तु त्वाप्रत्ययस्य विषये एव तत्र सूत्रमस्ति भगिनि, बोधित्वा बोधित्वा नास्ति चिन्ता। अस्तु अग्रे वदतु विजयलक्ष्मी भगिनि। लिक् धातु वा भगिनि? हा, लिक् धातु तः णिच् विधीयते, अत्र अत उपधायाः इति कृत्वा लिक् इत्यस्य गुणः भवति। अत उपधायाः इति कृत्वा वा, किमर्थम्? न न न, लघु लघु उपधा अस्ति खलु, लघु उपधा अस्ति इति णिच् आर्धधातुकप्रत्ययः उपधाय लघु उपधा अस्ति इति कृत्वा गुणः सिद्ध्यति। णिच् इत्यस्य इकारः एव अवशिष्यते अनुबन्धानां लोपः कृत्वा, लिख् धातोः लेख् इति गुण भूत्वा लेख् योगः ई इति भवति, लेखि इति नूतनधातु निष्पद्यते, लेखि इति धातुतः इदानीं कर्तरी शप् सारि इदानीं तिप् तिप् आयाति, अनन्तरं कर्तरी शप् इति शप् विधीयते, लेखी योगः शप् योगः तिप् इति भवति। अत्र शप् इत्यस्य अनुबन्धानां लोपः कृत्वा अ इत्येव अवशिष्यते, अत्र शप् इति सार्वधातुकप्रत्यय इति कृत्वा गुणः भवति, लेखे योगः अ योगः तिप् इति भवति, लेखे एचो यवायावः इति लेखय योगः अयोगः ति इति लेखयति इति फैनल् रूपम् अन्तिमं, बहु समीचीनं, लेखयति इति रूपं, लेखयते इत्यपि अस्ति। अस्तु गोमती भगिनी अग्रे पट्। आं भगिनी, पठ धातु पठयोगः णिच्, पठ धातु अपवादिगणे अस्ति, सेट् धातु अस्ति, अनन्तरं णिच् इति आर्थधातुकप्रत्ययः अस्ति, णिच् अत्र णकारस्य चकारस्य इसज्ञा भूत्वा लोपः भूत्वा इ एव अवशिष्यते, पठ योगः इ अत्र इ इति आर्धधातुकमस्ति, अतः सार्वधातुक अर्थधातुकयोः इति अनेन सूत्रेण न न सोरि उगन्धलघुपदस्य च इति सूत्रेण न देट् आल्सो नाट् पासिबल् पठ इ आर्थधातुकप्रत्ययमस्ति भगिनि, आर्थधातुकमस्ति चेत् निच्प्रत्ययः अस्ति चेत् सूत्रद्वयम् अस्माकं पुरतः अस्ति खलु, अचोयणिति अन्यत् सूत्रमस्ति, आर्थधातुकप्रत्ययमस्ति, अत्र गुणः अपि वृद्धिः अपि भवितुम् अर्हति, अत्र गुणः भवति न न एकक्षणं भगिनि, क्रमेण चिन्तयतु, तत्र भवत्याः भ्रमः किमर्थम् इति चेत् भवती गुणः भवति वा न वा इत्यत्र तत्र स्तरत्रये स्तरद्वये चिन्तनीयं भवति. प्रथमं प्रत्ययः अर्धधातुकः वा सार्वधातुकः वा इति समीचीनं चिन्तनं, पुनः तत्र धातोः अन्ते इक् वर्णः अस्ति न वा इति अपि चिन्तनीयं खलु. अत्र धातोः अन्ते इक् वर्णः अस्ति वा? अहं वदामि भगिनि, इक् वर्णः नास्ति, अतः सार्वधातुक अर्धधातुकयोः कार्यं न करोति. पुगन्धलघुपदस्य अपि तत् कार्यं कर्तुं शक्नोति, शक्नोति नै शक्नोति. इगन्धधातुः नै उपधायामपि इक् नास्ति, तदपि कार्यं कर्तुं न शक्नोति. अनन्तरं वृद्धिः भवितुं शक्नोति, परन्तु अत्र वृद्धिः न भवति. केन सूत्रेण न भवति? नीति अच्च नीति इति सूत्रेण वृद्धिः भवितुम् अर्हति. अदर्वैस् अतः उपधायाः वृद्धिः भवति. अत्र किम् अस्ति? अत्र उपधायाः अकारम् अस्ति, लघु अकारम् अस्ति, तत्र तस्य वृद्धिः भवितुम् अर्हति. सूत्रेण केन सूत्रेण? अत्र उपधायाः च, अत्र उपधायाः इत्यनेन उपधायाः वृद्धिः. तर्हि पाठ भवति, पाठयोगः इ, पाठयोगः इ अत्र पाठि एव भवति. पाठीयोगः नूतनधातुः अस्ति. अनन्तरं तिप् आयाति, तिप् तस्य तत्र सार्वधातुक कर्तृत्वे शप् अपि आयाति. पाठीयोगः शप् योगः तिप् पकारस्य शकारस्य इत्संज्ञा भूत्वा लोपः भूत्वा आ तिष्ठति, ति अपि तिष्ठति. पाठी योगः आ अत्र सन्धिकार्यम् एचोयवायावः. पाठय पाठय आ ति पाठय योगः ति अत्र किमत्र कार्यं न पाठयति इति रूपम्. हा, पाठयति इति रूपम् अस्ति. समीचीनं, क्षम्यतां भगिनी, अहं कन्फ्यूशन् नास्ति, चिन्ता. तत्र निच् प्रत्ययः अस्ति चेत् सूत्रद्वयस्य विषये चिन्तनीयं प्रथमम्, अचोयन् इति अचि अपि च अतोपदायाः इति सूत्रद्वये चिन्तनीयमेव. अस्तु, तर्हि इदानीम् अग्रे सूर्यकुमारी भगिनी करोति वा चल् धातुः. चल् धातुः चल् योगः निच् उपधा अर्थ अस्ति, वृद्धि भवति. चाल् योगः सूत्रम् अर्थ उपधायाः वृद्धिः. चाल् योगः निच् अनुबन्धलोपेन इ एव तिष्ठति. चाल् योगः इ नूतनधातुः चालि योगः. तदादिगणे चालि इगन्तधातुः अर्धधातुकयोः इत्यनेन चाले भवति. चाले योगः तदादिगणे कर्तृसप् तुदादिगणे कर्तरिषप् इति किमर्थं वदति? तत्र तुदादिगणे इदानीं नास्ति. चालि इति धातुः तुदादिगणीयधातुः नास्ति, तुदादिगणीयप्रत्ययः नास्ति अत्र. आम्, चालियोगः वर्तमानकाले कर्तरिषप् इत्यनेन शप् आयाति. ति पूर्वः सेप् अकार एव तिष्ठति. इको एनचि सूत्रेण अय आयाति. इति सूत्रेण आगति वा आगच्छति वा चाली इति गुणः भवति चेत् चाले इति उक्तं चाले योगः गुण प्रथमं गुणं भवति तदनन्तरं यचयवा वा सूत्रेण अय भवति अय् योगः आयोगः ति चाययति चालयति इति रूपं अत्र चालयति इति रूपं चालयति अत्र अत्र सर्वे पुनः एकवारं शृण्वन्तु अत्र यदा धातुतः णिच् प्रत्ययं योजयामः तदानीं नूतनः धातुः निष्पद्यते सः धातुः एकक्षणं भगिनि सः धातुः गणि तस्य धातुः कस्मिन्नपि गणे नास्ति चाली इति धातुः कस्मिन्नपि गणे नास्ति उदादिगणीयधातुः चल् इति धातुः एव उदादिगणीयधातुः यदा तत्र प्रत्ययं योजयामः नूतनधातुः निष्पद्यते सः धातुः कस्मिन्नपि गणे नास्ति इति स्मर्तव्यं बहुमुख्यसिद्धान्तः अस्ति कस्मिन्नपि गणे नास्ति आतिदेशिकधातुः सनाद्यन्ताधातवः इत्यनेन तस्य धातुसंज्ञा अस्ति अतः तत्र गणीयचर्चा एव नास्ति अतः तत्र यदा कर्त्रार्थकसार्वधातुकप्रत्ययः आगच्छति तदानीं कर्तरि शप् इत्यस्य कार्यं भवति धातुः भुवादिगणे अस्ति इति कृत्वा कर्तरि शप् इति नास्ति इदानीं धातोः गणः एव नास्ति तथापि शप् आगच्छति अस्तु भगिनी एक भ्रम जाता भगिनी उपधा ह्रस्व अकार अस्ति चेत् पुगन्तलघुपदस्य कार्यं न करोति किमर्थम् अत उपधायाः विशिष्टसूत्रमस्ति इति सम्यक् भगिनी हा पुगन्तलघुपदस्य च पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः एव नास्ति खलु अत्र चल् इत्यत्र उपधायां कः वर्णः अस्ति अ इति तु लघु इक् वर्णः नास्ति खलु ओ अस्तु अस्तु हा हा क्षम्यतां भगिनी ब्रह्मा जाता नास्ति नास्ति चिन्ता भगिनी हा एकः प्रश्नः भगिनी इति चेत् अर्थात् णित् प्रत्ययः न चेत् णित् णित् अग्रे प्रत्ययपरे अस्ति चेत् अचोणिति अतोपधायाः इति सूत्रद्वयं इत्ययोः प्राधान्यं प्रथमतया अस्ति ये न प्रवर्तते चेदेव गुणः भवति वा न वा इत्यस्य चिन्तनं भवति सर्वदा एतादृशं वक्तुं शक्यते सत्यं सत्यम् इत्युक्ते तत्र निजन्तस्थले त्रीणि सूत्राणि एव कार्यं कुर्वन्ति त्रीणि सूत्राणि अचोयनिति अतोपदायाः पुगन्तलघुपदस्य च इति त्रीणि सूत्राणि एव कार्यं कुर्वन्ति यत्र पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः अस्ति तत्र अतोपदायाः इत्यस्य प्रसक्तिः नास्ति यतोहि उपधायां लघु इक् वर्णः अस्ति न तु ह्रस्व अकारः अतः त्रीणि सूत्राणि निजन्तप्रसङ्गे प्रसक्तानि भवन्ति त्रीणि सूत्राणि स्मरन्ति चेत् यत्र कुत्रापि निच् प्रत्ययस्य रूपं साधयितुं शक्नुमः तत्र केचन अपवादाः सन्ति तान् विहाय अस्तु अस्तु तर्हि इदानीं निच् इति विषयः समाप्तः अत्र तत्र किञ्चित् स्पष्टता अस्ति इति मन्ये अस्तु इदानीम् अग्रे सर्तुं शक्नुमः तुमुन् इति प्रत्ययः अस्ति तुमुन् इति प्रत्ययस्य स्वभावः कः इति विनय् महोदय वदतु तुमुन् प्रत्ययः तुमुन् प्रत्ययः भिन्न भिन्नवर्गे अस्ति अतः चित् इन्त् णित् णित् भिन्नः तुमुन् प्रत्ययः आर्धातुक् प्रत्ययः अस्ति अतः अत्र आर्धातुक् अस्ति कित् नित् णित् भिन्न न अस्ति अपि च सेट् अस्ति तुमुन् प्रत्ययः सेट् अस्ति आर्धातुक् अस्ति कित् इत् णित् भिन्नः अस्ति इत् इत् नित् कित् गित् भिन्नः अस्ति चेत् किं भवति तत्र यदि कित् इत् नित् नित् भिन्न भवति तर्हि गुणः भवति तर्हि गुणः भवति सार्धातुक आर्धातुकयोः इगन्तस्यङ्गस्य गुणः भवति. परन्तु यदि यदि अजन्त अस्ति, परन्तु यदि हलन्त अस्ति तर्हि पुगन्तलघुपदस्य गुणः भवति. हा, हलन्तः अस्ति, उपदायम् इक्वर्णः अस्ति चेत् गुणः भवति. तुमुनिति प्रत्ययः तिङ्क्षित् भिन्नः अस्ति, आर्धधातुकप्रत्ययः अस्ति, आर्धधातुकं शेषः इत्यनेन आर्धधातुकप्रत्ययः अस्ति. तर्हि पुनः तिङ् प्रत्ययः धातुतः विधीयते, अतः तिङ् वा कृत्वा कीदृशप्रत्ययः? कृच् प्रत्ययः अस्ति, तिङ् भिन्नः अस्ति, कृच् प्रत्ययः अस्ति, तुमदस्ति, परन्तु कोऽपि लेप् समान भाव प्रायः अहं तत्र न गच्छामि भावकर्मणि इत्यादिकम्. इत्युक्ते अत्र तुमुन् प्रत्ययः, तुमुन् प्रत्ययः आर्धधातुकप्रत्ययः अस्ति. इदानीं तत्र कित्नित् इत्नित् भिन्नः अस्ति इति कृत्वा गुणस्य प्रसङ्गः भवति. तत्र सार्वधातुकार्धधातुकयोः पुगन्तलघुपदस्य च अनयोः प्रसक्तिः भवति. तर्हि तुमुन् तुमुन् इति प्रत्यये तत्र आर्धधातुकप्रत्ययः इत्युक्तं. तर्हि तत्र इडागमस्य विषये वदतु. इडागमविषय यदि वयं यदि धातु सेत् अस्ति, धातु त्यजतु इदानीं, प्रत्ययस्य विषये एव चिन्तनं करोतु. प्रत्ययविषये, प्रत्ययविषये तुमुन् तुमुन् आर्थातुक आर्थातुकस्य बलाभे एद् भवति तुमुन् प्रत्ययविषयः. अतः अतः इदानुकूलं भवति प्रत्ययः, इदानुकूलं भवति. केन सूत्रेण? तुमुन् तुमुन् सूत्र सम्यक्तया सूत्र आर्धातुक वलादे सूत्र आधारेण एड् भवति. अर्धधातुक सेड् वलादेः इति सूत्रेण तून् प्रत्ययः, तत्र किमर्थम् इडागमः भवितुमर्हति? किमर्थम् अर्धधातुक सेड् वलादेः इत्यस्य प्रसक्तिः अत्र? अस्तु, अत्र किञ्चित् साहाय्यं करोतु. वन् अस्ति, वन् प्रत्याहारे अन्तर्भूतः आदौ यदि प्रत्ययः आयाति, यदि वयं तुमुन् पश्यामः तर्हि वन् प्रत्याहारे अन्तर्भूतः अस्ति. समीचीनं, समीचीनं. तर्हि अर्धधातुकस्य आर्धधातुकप्रत्ययस्य आदौ वल् प्रत्याहारस्य वर्णः अस्ति वा इति चेत् तकारः, तुमुन् इत्यत्र तकारः वल् प्रत्याहारस्य वर्णः अस्ति. इदानीं तत्र द्वितीयं सूत्रमस्ति खलु, नेड् वशीकृति. नेड् वशीकृति वश् प्रत्याहारे अन्तर्भूत यदि अस्ति, अहम् उदाहरणानि न जानामि वच् सम्बन्धे, परन्तु वन् वन् सम्बन्धे बलादिस्मध्ये अहं उदाहरणानि सम्यक् जानामि, बट् वच् सम्बन्धे अहं न जानामि भगिनि. नास्ति चिन्ता, अत्र तुमुन् इति प्रत्ययस्य आदौ यः तकारः अस्ति वल् प्रत्याहारे अस्ति, वच् प्रत्याहारे अस्ति वा? वश्प्रत्ययः अन्तर्भूतः नास्ति. वश्प्रत्याहारे अन्तर्भूतः नास्ति, अतः नेड्वशीकृति इति सूत्रस्य प्रसक्तिः एव नास्ति. नेड्वशीकृति इति सूत्रस्य प्रसक्तिः नास्ति. अस्तु, तर्हि तुमुन् प्रत्ययः क्रीडानुकूलः अस्ति. तुमुन् प्रत्ययः क्रीडानुकूलः अस्ति. तर्हि इदानीम् अग्रे कर्तुं शक्नुमः. संशयः, तुमुन् प्रत्ययः अव्ययम् इति. हा, तुमुन् प्रत्ययः अव्ययम्. तुमुन् प्रत्ययस्य योजनेन अव्ययं निष्पद्यते. तुमुन् इति प्रत्ययः कृत् प्रत्ययः अस्ति. पट् योगः, पट् इति धातुः अस्ति अत्र, पट् योगः तुमुन् इति वदामः चेत् द्वयोः मेलनेन अत्र प्रातिपदिकं निष्पद्यते, तस्य अव्ययसंज्ञा अस्ति. कृन्मेजन्तः इति सूत्रेण तत्र अव्ययसंज्ञा अस्ति. अव्ययसंज्ञा अस्ति इति कृत्वा तत्र सुप्रत्ययस्य लोपः भवति. अतः सर्वत्र पठितुम् इति यदा वदामः, पठितुम् इति प्रातिपदिकं, तस्मात् सुप्रत्ययः विधीयते अपि च लुप्यते. अव्ययतात् सुपः इत्यनेन विधीयते अपि च लुप्यते, अतः पठितुम् इति रूपमस्ति. अस्तु, इदानीम् अग्रे अत्र गीताञ्जलिभगिनी, न क्षम्यताम्, अत्र शर्मिला भगिनी इति अस्ति, वक्तुमिच्छति वा? आं भगिनी, वदामि. हा अस्तु, इदानीं नी इति धातुं स्वीकृत्य तुमुन् प्रत्ययं योजयित्वा वदतु. नी धातु योग तुमुन् प्रत्यये, तत्र तुम् एव अवशिष्यते अनुबन्धलोपानन्तरं. नी इति इगन्तधातु अस्ति, अतः गुणः भवति सार्वधातुक अर्धधातुकयोः इत्यनेन ने योगः तुं नेतुम् इति रूपं सिद्ध्यति. तत्र गुणः केन सूत्रेण? सार्वधातुक अर्धधातु, सार्वधातुक अर्धधातुकयोः. नेतुम् इति, नेतुमिति प्रातिपदिकं सिद्ध्यति. नेतुमिति प्रातिपदिकं सिद्ध्यति, तस्मात् सुबुत्पत्ति सुप्रत्ययस्य लोपः, अतः नेतुम् इति रूपं. बहु सम्यक्. अस्तु, इदानीं तत्र शर्मिला भगिनी एकं वदतु, अत्र तुमुनिति प्रत्ययः आददातुकप्रत्ययः यस्य इडानुकूलता वर्तते, तर्हि अत्र इडागमस्य किं चिन्तनम्? नियोगः इतुम् इति किमर्थं न भवति? न जानामि भगिनि. हा, प्रत्ययः सेट् अस्ति, प्रत्ययः इडानुकूलः अस्ति, प्रत्ययस्य इडागमः भवति इति. क्षम्यतां, धातुः अनित् अस्ति, अतः इडागमः नास्ति. सम्यक्, धातुः अनित् अस्ति, अतः अत्र यद्यपि प्रत्ययः सेत् अस्ति, यद्यपि प्रत्ययः इडनुकूलः अस्ति, तथापि इडागमः न भवति, यतोहि धातुः अनित् अस्ति. धातुः अपि सेत् भवेत् तदानीमेव इडागमः भवति. अस्तु, अग्रे गीता भगिनी वक्तुमिच्छति वा? गीता भगिनी नो चेत् केवलं शृणोति वा? अस्तु, गीताञ्जलि भगिनी अग्रे वदतु. भगिनी नमस्ते. हा नमस्ते, वक्तुमिच्छति वा? वदामि भगिनि. ची धातु, ची, ची धातु अस्ति तुमुन् प्रत्ययः. एकनिमिषं भगिनि. तुमुन् प्रत्ययः आर्धधातुकः अस्ति. नित् भिन्नः अस्ति. गुणः भवितुमर्हति. ची धातुः गणं किम् ईगन्तधातुः अस्ति, ईगन्तधातुः अस्ति, गुणं भूत्वा चे इति भवति, चेतुम् इति निष्पद्यते. हा, चेतुम् इति प्रातिपदिकमस्ति, तदनन्तरं सुग्लुक् लुक् भवति, चेतुम् इति रूपमस्ति. हा, सम्यक् अस्ति. तर्हि छि इति धातुः तत्र इडागमस्य चिन्तनम् अस्ति वा? अनिट् अस्ति, इडागमः न भवितुम् अर्हति. सत्यं सत्यं, यद्यपि प्रत्ययः सेट् अस्ति तथापि धातुः अनिट् अतः इडागमः न सम्भवति. अस्तु, समीचीनम्. इदानीं गीताञ्जलिभगिनी अग्रे दादातुः. दा अस्ति, दा जुहोत्यादिगणे अस्ति. दा योगः तु मुन् प्रत्ययविषये तु सेट् अस्ति, अपि आर्धधातुक अस्ति चेत् अत्र धातु तु इगन्तं नास्ति, इत्युक्ते गुणकार्यं न भवति. दा आ दीर्घ आ अन्ते अस्ति चेत् उगागम भवति. अर्ति ह्री व्री उगागमः कदा भवति? निचि भवति, केवलं निचि. ओ, निचि एवम् अस्ति वा? अस्तु अस्तु, पुगागम न भवति अत्र. इत्युक्ते दा तदनन्तरं केवल अस्तु, तुमुन् तु अन्ते हलन्त्यं नकार इत् भूत्वा ऊ अनुनासिक अस्ति चेत् इत् भूत्वा तुम् एव अवशिष्यते. दातुं वेर्वर्णमेलनमेव भवति भगिनी, दातुम् एव भवति. योग सुप् तदनन्तरं सुब्लुक् अपि च अव्ययं भवति दातुम्. दातुं, तर्हि तत्र इडागमः भवति वा? इडागमः न भवति, इत्युक्ते दातु इडानुकूलः नास्ति, अनिट् अस्ति. हा, सम्यक्. अत्र धायोगः तुं धातुम् इति रूपमस्ति, यतोहि इडागमस्य चिन्तनं नास्ति, यतोहि धातुः अनेक अस्ति. अस्तु, समीचीनम्. अग्रे अरविन्द महोदय, गै धातुः. भगिनी क्षम्यतां, तत्र मम एकः प्रश्नः, तत्र नेद्वशीकृति इति कृत् प्रत्यये भवति, तदनन्तरं निषेधकसूत्रमस्ति, तत्र आर्धधातुक इत्यस्य अनुवृत्ति किमपि नास्ति तत्र सूत्रे, तत्र कथं भवति तत्र सूत्रे तु? आर्धधातुकः इति, आर्धधातुकः इति सन्दर्भः एव, आर्धधातुकसन्दर्भे एव इत्युक्ते अत्र, परन्तु किं वयं तु जानीमः तत्र इडागमः तु आर्धधातुकप्रत्यये एव भवति, परन्तु सूत्रे तु किमपि अनुवृत्तिः नास्ति किल भगिनि? हा, इत्युक्ते अत्र यद्यपि अनुवृत्तिः नास्ति तथापि इत्युक्ते अत्र प्रथमं विधानं भवति खलु, किमपि विधानम् अस्ति चेदेव निषेधः भवति खलु, एवमेव निषेधः न भवति. अस्तु, एवमेव अत्र अत्र अत्र नेर् वशीकृति इत्यनेन कृत् प्रत्ययस्य वश् प्रत्याहारस्य वर्णः अस्ति चेत् इट् न भवति इति तावदेव वदति चेत् अत्र प्रथमं विधानं भवति, किमपि सूत्रमस्ति येन विधानं भवति, इत्युक्ते तत्र अर्धधातुकसेड् वलादेः इत्यनेन विधानं भवति, तदानीमेव निषेधः भवति खलु. अतः तत्र अर्धधातुकप्रत्ययस्य एव इडागमः भवितुमर्हति, यतोहि विधानमस्ति अर्धधातुकसेड् वलादेः इति सूत्रेण. तर्हि तदनन्तरं निषेधकसूत्रम् आगत्य वदति, तस्मिन् सन्दर्भे निषेधः भवति यदा वशादिः अस्ति, अतः अर्धधातुकः इति वदनस्य आवश्यकता नास्ति. वशादि अपि अस्ति, अपि कृत् प्रत्ययः अपि भवितुम् अर्हति किल तत्र, यत्किमपि सूत्रे उक्तं तत्. अस्तु अस्तु, बुद्धं खलु. आम् आं, सत्यं भगिनि, मम चिन्तनं तु जाता किमर्थं तत्र अनुवृत्ति नास्ति, तत् तर्हि सार्वधातुकप्रत्ययः अपि भवितुम् अर्हति किल तत्र. एतत्तु तत्र कथं स्मर्तव्यम् इति चेत्, कोऽपि पृच्छति अहं तत्र गच्छामि वा इति पृच्छति, तदानीम् अन्यः वदति न भवती न गच्छति इति. तर्हि एवमेव तत्र भवती न गच्छति इति न वदामः खलु, तत्र कोऽपि पृच्छति अहं गच्छामि वा इति, तदानीं तत्र न गच्छति. एवमेव विधानं प्रथमं भवति, तदनन्तरं निषेधः. अस्तु, तत्र अष्टाध्यायं कुत्रापि केवलं निषेधकसूत्रं नास्ति. अत्र एतत् न भवति इति तथा किमपि नास्ति, इत्युक्ते विधानं भवति चेदेव निषेधः. अस्तु अस्तु, धन्यवादः. तर्हि इदानीम् अग्रे अत्र अरविन्द महोदय वदतु. गै धातुः भ्वादिगणं धातुः अस्ति, अनट् अनिट् अस्ति, एवम् उपदेशे आदेशे उपदेशे चीतिशिति सूत्रस्य प्रसक्तिः अस्ति, अशिति प्रत्ययः अस्ति कृत्वा गै गा भवति. तदनन्तरं तुमुन् इति अर्धधातुकं कृत् प्रत्ययं योजनेन अनुबन्धलोपानन्तरं गातुम् इति रूपं सिद्ध्यति. सत्यम्, अत्रापि गै धातुः अनेट् अस्ति. अस्तु, अग्रे विजयलक्ष्मी भगिनि. मा धातु अपि अनेट् अस्ति वा भगिनि? मा धातु अनेट् अस्ति. अत्र मा इत्यस्य तुमुन् इति अर्धधातुकप्रत्यययोजनेन तत्र गुणस्य तु प्रसक्तिरेव नास्ति, मातुम् इति एव. मा योगः तुं मातुम्. अस्तु, समीचीनम्. तर्हि अग्रे वंसि भगिनि. आं भगिनि, तत्र बुद्धातु अस्ति, बुद्ध योगः तुमुन् अस्ति. तत्र तुमुन् इति आधधातुकप्रत्ययः अस्ति, अतः बुद् इत्यस्मिन् इक् उपधा अस्ति, अतः गुणः भवितुम् अर्हति. यतोहि कित् नास्ति, कित् नित् नास्ति, अतः गुणः भवितुम् अर्हति. अतः भोद् भवति, भोद् योकः तुमुन् बोध् बोद्धुं कथं भवति इति सेट् इति स्वीकरोतु धातुः. ओ, सेट् अस्ति वा? अस्तु, सेट् अस्ति चेत् तत्र इडागमः प्रसक्तिः अस्ति, अतः अर्धधातुकस्येड् वलाधे इत्यनेन तकार प्रत्ययस्य पूर्वं तकारः अस्ति, तत्र वल् प्रत्याहारस्य वर्णः अस्ति, अतः बोधि भवति वा? बोधि योगः तुमुन्, परन्तु तत्र सन्धिकार्यं किमपि भवति वा भगिनि? बोधयोगः इतुं, तर्हि इतुं, हा, बोधयोगः इतुं, बोधितुं भवति वा? बोधितुमेव रूपं वा? बोधितुम्. अस्तु, बोद्धुम् अपि अस्ति खलु भगिनि? बोद्धुम् अपि अस्ति किल भगिनि? तत्र बोद्धुम् इति अनिट् इति वदति चेत् तत्र बोद्धुम् इति भवति, अनिट् धातुः, बुद्ध अनिट् धातुः इति वदति चेत् बोद्धुम् इति भवति. तत्र सन्धिकार्यम् इतोपि सूत्राणि सन्ति, अतः तदस्माभिः न ज्ञातं. तत्र बुद्ध धातुतः तुमुन् इति अस्ति चेत् तत्र अन्यत् सूत्रमस्ति, जशस्ततोर्धोधः इति अन्यत् सूत्रमस्ति, सर्वम् इदानीं मास्तु इति कृत्वा सेत् धातु इति स्वीकरोतु इति उक्तवती. बोधितुम् इति भवति. तत्र बोद्धुम् इत्यपि रूपमस्ति, तत्र सन्धिकार्यमस्ति. मम मनसि तु बोद्धुम् अस्ति, अतः अहं चिन्तितवती किमपि सन्धिकार्यमस्ति वा तत्र, अहं न जानामि यत्. हा, बोद्धुम् इत्यत्र सन्धिकार्यमस्ति, जशस्ततोर्धोधः इति एकं सूत्रमस्ति. ओ, अत्र कृदन्तप्रसङ्गे बहूनि सूत्राणि सन्ति भगिनि, अतः अत्र अस्माकं लक्ष्यं तत् नास्ति इति कृत्वा तत्र सर्वाणि सूत्राणि मास्तु इदानीम् इति. यतोहि अस्माकं लक्ष्यं किम् इति चेत् अर्धधातुकप्रक्रिया वा सार्वधातुकप्रक्रिया वा इति अवगमनं. अर्धधातुकप्रक्रियायाम् इडागमचिन्तनं भवति, सार्वधातुकप्रक्रियाम् इडागमचिन्तनं नास्ति, गणचर्चा अस्ति इति तादृशभेदः एव इदानीम् अस्माकं लक्ष्यमस्ति. अतः कृदन्तविषये अधिक अधिकानि सूत्राणि न पठामः इदानीम् अत्र. अतः यदा प्रथमवारं मया पठितमासीत् तदानीं तत्र एतानि सूत्राणि अपि न उक्तवती तस्मिन् सन्दर्भे. केवलं वर्गे एकवारम् उक्त्वा गतवन्तः खलु, तत्र सूत्राणि अपि न दत्तवती. अस्मिन् सूत्रे तु बहु किमपि भवती अधुना उक्तवती भगिनी, अस्माकं कृते तु न उक्तवती तस्मिन् समये तु. हा, तस्मिन् समये न उक्तवती, परन्तु सर्वे तत्र पृच्छन्ति किम् अस्ति किम् अस्ति किम् अस्ति, अतः एकवारं स्थापयित्वा प्रेषितवती तां पश्यन्तु इति. अस्तु, तर्हि अत्र स्थगयामः, समयः अभवत्, अग्रिमसप्ताहे इतः अग्रे कर्तुं शक्नुमः. अस्तु तर्हि, धन्यवादः. नमस्ते भगिनि, धन्यवादः. नमस्ते भगिनि, धन्यवादः. नमस्कारः.